सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। सर्वेभ्यो नमः, स्वागतम् अस्माकं वर्गे। गतवर्गे एकां कथाम् आरम्भं कृतवन्तः, तत्र सत्कार्याणि कानि इति। तां कथाम् अद्य पठित्वा अग्रे तत्र अन्यत् करपत्रम् अस्ति, तत्र करपत्रे हलन्तशब्दानां षष्ठी विभक्ति इति, तत्र पुनरेकवारम् अभ्यासार्थं तत्र शकुन्तलायाः कथा अस्ति। नमस्कारः महोदय। लक्ष्मी भगिनी नमस्कारः भगिनी। तां कथामपि पठित्वा अभ्यासमपि कृत्वा अग्रे गीतासोपने अग्रे गच्छामः। अस्तु लक्ष्मी भगिनी, तत्र कथा अस्ति खलु, गतवर्गे वयं कृतवन्तः सत्कार्याणि कानि, षष्टिविभक्तिः। तत् अन्यत् लिङ्क् अस्ति, तदपि कुर्मः, किन्तु तस्य पूर्वं तत्र वि रेड् द स्टोरि लास्ट् वीक् इति अस्ति, तत्र पेज् 32 गच्छामः। सत्यं भगिनि, अस्तु अस्तु, इदानीं सन्तोषम् अस्ति, सर्वेषां पार्श्वे अस्ति इति। अस्तु, अतः तत्र ललिता भगिनी आरम्भं करोति वा तत्र? महोदय, सत्कार्याणि कानि। पूर्वं कश्चन राजा आसीत्, सः देवभक्तः, बहूनि मन्दिराणि तेन निर्मितानि। तस्य धार्मिकश्रद्धां जनाः बहुधा प्रशंसन्ति स्म। तं द्रष्टुम् आगताः बहवः वदन्ति स्म, भवान् यानि धार्मिककार्याणि करोति ततः भवतः स्वर्गप्राप्तिः निश्चिता, महापुण्यशाली भवान् इति एतस्य श्रवणात् राजा महान्तं सन्तोषं प्राप्नोति स्म। समीचीनं, तत्र गतवर्गे एतावत् वयं दृष्टवन्तः इति मन्ये, किन्तु पुनरेकवारं पश्यामः। तत्र पूर्वं कश्चन राजा आसीत्। राजा इति नकारान्तपदं, राजन् नकारान्तपदं, प्रथमा विभक्ति राजा, राजा राजानो राजानः, राजानः। सः राजा देवभक्तः, तत्र सः राजा देवभक्तः, तत्र सः राजा देवभक्तः इति चिन्तयामः, तत्र तत्र तस्य द्वितीयविभक्तिरूपं किम् अस्ति भगिनि, ललिता भगिनि? तं देवभक्तम्, किन्तु सः राजा देवभक्तः इति स्वीकृतम्। तं राजानं देवभक्तम् इति, समीचीनं, भक्तम् इति, अस्तु, देवभक्तः अस्ति इति, किन्तु इदानीं तत्र क्रियापदं मास्तु। तत्र अग्रे लक्ष्मी भगिनी, तत्र सः राजा देवभक्तः इति, तस्य तृतीयविभक्तिरूपं किम् अस्ति? तृतीयविभक्ति राज्ञा, समीचीनं, राज्ञा देवभक्तेन, समीचीनं भगिनि, तेन राज्ञा देवभक्तेन, समीचीनम्, अस्तु। इदानीं सूर्यकुमारी भगिनी, तत्र सः राजा देवभक्तः, चतुर्थी किम् अस्ति? अस्तु, राज्ञी इति समीचीनम्, अस्तु, राजा इति राज्ञी, किन्तु तत्र सः राजा देवभक्तः, सः इति पदस्य चतुर्थी किम् अस्ति? तेन तृतीय, तेन चतुर्थी, तस्मै न देवभक्तः इति, तत्र देवः इति पदस्य चतुर्थी, शिवः अस्ति चेत् चतुर्थी किम् अस्ति नम शिवया देवभक्त्या न न न नम ॐ नम किं भवति नम ॐ नम इति भवति चेत् तदनन्तरं शिव इति किं रूपं भवति शिवाय देवभक्ताय हा तस्मै राज्ञे देवभक्ताय अस्तु इदानीं तत्र नरेश महोदय पञ्चमी किं भवति पञ्चमे तस्मात् राज्ञः भक्तात् देवभक्तात् समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनी इदानीं तत्र षष्टि सूर्यकुमारी भगिनी एकनिमिषः अस्तु चिन्ता मास्तु अस्तु गीताञ्जलि भगिनी तस्य राज्ञस्य देव राज्ञः क्षम्यताम् तस्य राज्ञः देवभक्तस्य इति षष्ठी समीचीनं तावदेव अस्तु देवभक्तस्य इति समीचीनं शुभदा भगिनी नमस्कारः नमस्कारः महोदय क्षम्यतां विलम्बः अभवत् चिन्ता मास्तु भगिनि तत्र सत्कार्याणि कानि इति गतवर्गे आरम्भं कृतवन्तः कथां पेज् 32 मध्ये अस्ति सेप्टेम्बर् इश्यू सम्भाषणसन्देशस्य तत्र लिङ्क् अस्ति प्राप्तवती वा भगिनि अस्तु अस्तु 32 पेज् 32 अस्ति भगिनि सेप्टेम्बर् 2020 अस्तु तत्र लक्ष्मी भगिनि तत्र सप्तमी केवलं तत् कृत्वा अग्रे गच्छामि तस्मिन् राज्ञी देवभक्ते राज्ञी राज्ञी देवभक्ते समीचीनं भगिनि अस्तु सः देवभक्तः इति रूपं तत्र सः राजा देवभक्तः अस्तु तत्र सः किं सः बहूनि मन्दिराणि तेन निर्मितानि तेन राज्ञ्या देवभक्तेन बहूनि मन्दिराणि निर्मितानि तस्य राज्ञः देवभक्तस्य धार्मिकश्रद्धां जनाः बहुधा प्रशंसन्ति स्म इत्युक्ते धार्मिकश्रद्धां जनाः बहुधा प्रशंसन्ति स्म इत्युक्ते किमस्ति सूर्यकुमारी भगिनी तस्य राज्ञः धार्मिकश्रद्धां जनाः बहुधा प्रशंसन्ति स्म तस्य धार्मिकश्रद्धां जनाः बहुधा प्रशंसन्ति स्म तस्य राज्ञः किं वदामि महोदय अर्थः कः तत्र ओ राज्ञः धार्मिक श्रद्धां जनाः बहुधा प्रशंसन्ति स्म जनाः धार्मिक कार्याणि प्रभु प्रशंसन्ति तस्य किम् ओ एतत् बहु समीचीनम् अस्ति उत्तमं मन्दिरम् अस्ति इति तादृश प्रशंसां कुर्वन्ति स्म उक्तवान् उक्तवान् इति एकवारं भवति किन्तु वदन्ति स्म उक्तवान् इत्युक्ते एकवारम् अस्तु इति एतत् समीचीनम् अस्तु पुनः कदापि न उक्तवान् न न तादृश नास्ति बहुवारम् ओ बहु समीचीनम् अस्ति समीचीनम् अस्ति उत्तमं कार्यम् अस्ति एतत् अनेकवारं तत्र वदन्ति स्म वदन्ति प्रशंसां कुर्वन्ति स्म किं तत्र प्रशंसन्ति स्म इति तस्य कर्मपदं किम् अस्ति प्रशंसन्ति जनाः न न जनाः कर्तृपदम् अस्ति जनाः प्रशंसन्ति किं प्रशंसन्ति राज्ञः न राजानम् अपि न धार्मिकश्रद्धा श्रद्धा इदानीं श्रद्धां कर्मपदम् अस्तु तं द्रष्टुं तम् इत्युक्ते तं राजानं तं राजा देवभक्तं राजानं द्रष्टुं बहवः आगताः सन्ति ते सर्वे किं वदन्ति स्म अनेकाः जनाः आगच्छन्ति तं द्रष्टुं राजानं द्रष्टुं ते सर्वे वदन्ति स्म किं भवान् यानि धार्मिककार्याणि करोति ततः भवतः स्वर्गप्राप्तिः निश्चिता इत्युक्ते भवान् एतादृशानि कार्याणि कृतवान् अस्ति भवान् अनेकानि धार्मिककार्याणि कृतवान् अस्ति भवान् अतः भवतः स्वर्गप्राप्तिः निश्चिता निश्चिता इत्युक्ते सन्देहः नास्ति तत्र किमर्थं निश्चिता इति अस्ति स्त्रीलिङ्गे अस्ति लक्ष्मी भगिनि निश्चिता इति स्त्रीलिङ्गे अस्ति किमर्थं यानि भवान् ततः निश्चिता स्त्रीलिङ्गपदम् किमर्थं सत्यं किमर्थं स्वर्गप्राप्तिः निश्चिता स्वर्गप्राप्तिः कीदृशपदम् अस्ति स्त्रीलिङ्गपदं स्त्रीलिङ्गपदम् इति इदानीं निश्चिता इति किं भवति स्वर्गप्राप्तिः पदस्य तत्र स्वर्गप्राप्तिः अपि निश्चिता तयोः मध्ये कः सम्बन्धः अस्ति वा स्वर्गप्राप्तिः निश्चिता तत्र सम्बन्धः भवान् किं पृच्छति इति अहं न जानामि किमर्थं निश्चिता इति स्त्रीलिङ्गं स्त्रीलिङ्गे अस्ति निश्चिता स्वर्गप्राप्तिः प्राप्तिः ओ स्वर्गप्राप्तिः प्राप्तिः द्वितीया विभक्ति न स्वर्गप्राप्तिः तु वस्तुतः तत् प्रथमविभक्तिरूपमेव अस्ति तत्र भवतः स्वर्गप्राप्तिः निश्चिता तत्र वाक्ये क्रियापदं किम् अस्ति न दत्तं खलु किन्तु किं तत्र स्थापयितुं शक्नुमः अस्ति इति तत्र निश्चिता अस्ति किं निश्चिता अथवा किं निश्चिता अस्ति अथवा का निश्चिता अस्ति स्वर्गप्राप्तिः निश्चिता अस्ति अतः निश्चिता इति किं भवति विशेषणं भवति स्वर्गप्राप्तिः स्वर्गप्राप्तिः मतिशब्दवत् तत्र स्त्रीलिङ्गे अस्ति अतः निश्चिता अपि स्त्रीलिङ्गरूपमेव तत्र कार्यक्रमः अस्ति चेत् कार्यक्रमः निश्चितः किं पुस्तकं पठितुम् इच्छामः वयं तत् पुस्तकं निश्चितम् अस्ति वा इति वयं प्रश्नः भवति तत्र किं पुस्तकलिङ्गे निश्चितम् इत्र तत्र प्राप्तिः स्त्रीलिङ्गे अस्ति निश्चिता समीचीनम् अस्तु महापुण्यशाली भवान् पुण्यशाली इति तत्र द्वितीयविभक्तौ द्वितीयविभक्तिना द्विवचने किं भवति तत्र पुण्यशाली तत्र अशुभदा भगिनि महापुण्यशाली इति तत्र एकवचने अस्ति इदानीं द्विवचने किं भवति महापुण्यशाली भवान् महापुण्यशाली भवन्तौ ओके समीचीनं भगिनि गुणिनौ अतः महापुण्यशालिनौ क्षम्यतां महोदय चिन्ता मास्तु भवन्तौ महापुण्यशालिनौ भवन्तः महापुण्यपुण्यशालिनः हा समीचीनं तावदेव तदपि हलन्तपदम् इति तावदेव अस्तु अतः तत्र एतादृशवाक्यानि ते वदन्ति स्म जनाः भवान् पुण्यशाली अस्ति भवान् स्वर्गप्राप्तिः निश्चिता अस्ति भवतः इति तादृशानि वाक्यानि ते वदन्ति स्म एतानि वाक्यानि श्रुत्वा अतः एतस्य श्रवणात् वाक्यानां श्रवणात् राजा महान्तं सन्तोषं प्राप्नोति स्म महान्तम् इति तत्र द्वितीयविभक्तौ अस्ति सन्तोषः सन्तोषं प्राप्नोति स्म महान्तम् इति अस्ति तत्र प्रथमविभक्तिरूपं सन्तोषः अस्ति चेत् महान्तं किं भवति महान् सन्तोषः महान्तं सन्तोषं समीचीनं प्राप्नोति स्म अस्तु तत् अतः प्रथमपरिच्छेदः एतं परिच्छेदं गतवर्गे कृतवन्तः तस्मिन् कोऽपि प्रश्नः अस्ति वा नो चेत् अग्रे गच्छामः प्रश्नः अस्ति वा तत्र सर्वे अवगच्छन्ति वा किमस्ति इति अस्तु अस्तु तर्हि अग्रे गच्छामः तर्हि तत्र नरेश महोदय अग्रे पठति वा महोदय जनाः प्रशान्तां कुर्युः इति इच्छा प्रबला आसीत् तस्मिन् अतः यः तं द्रष्टुम् आगच्छेत् तस्य पुरतः सः आत्मना कृतानां कार्याणां विवरणम् उपस्थापयति स्म तत् श्रुत्वा ये प्रशंसां कुर्युः तान् बहुधा सत्करोति स्म सः अतः तं द्रष्टुम् आगताः सर्वे तस्य प्रशंसां कुर्वन्ति स्म एव अस्तु समीचीनं महोदय अस्तु तत्र प्रथमवाक्यद्वयं किञ्चित् विवृणोति वा आं महोदय जनाः प्रशंसां कुर्युः इति इच्छा प्रबला आसीत् तस्मिन् कस्मिन् राज्ञी इच्छा स्त्रीलिङ्गे अस्ति प्रबला कीदृशी इच्छा प्रबला इच्छा तत्र प्रबला इत्युक्ते तस्य शक्तिः अस्ति तत् इच्छा अस्तु एतत् इच्छामि इति न एतत् बहु इच्छामि एतत् आवश्यकम् अस्ति एतस्य आवश्यकम् अस्ति इति तादृशी इच्छा तस्य अतः का इच्छा का जनाः जनाः प्रशंसां कुर्युः जनाः मम प्रशंसां कुर्युः इति कुर्युः ते कुर्युः इति तत्र लकारः एषः लकारः अन्यः लकारः अस्ति एतं न दृष्टवन्तः एतावत् किन्तु तत्र स्यात् इति जानीमः खलु बहुवचनं समीचीनं तत्र कुर्युः इति इच्छा तस्य आसीत् अतः सः किं करोति यः तं द्रष्टुम् आगच्छेत् तस्य पुरतः सः आत्मना कृतानां कार्याणां विवरणम् उपस्थापयति स्म सः जनानां कोऽपि तं द्रष्टुम् आगच्छति इति चिन्तयामः कोऽपि आगच्छति तस्मिन् समये एषः राजा किं करोति विवरणं तस्य कार्याणां विवरणं करोति तस्य कार्याणां कृतानाम् आत्मना इत्युक्ते तत्र यत् सः एव कृतवान् आत्मना कृतानां कार्याणां विवरणं कार्याणाम् इति विभक्तिका तत्र षष्ठीविभक्ति कस्य विवरणम् अथवा केषां विवरणं कार्याणां विवरणं कीदृशकार्याणां विवरणं कृतानां, केन कृतानां? आत्मना कृतानां कार्याणां विवरणम् उपस्थापयति. उपस्थापयति इत्युक्ते तत्र तस्य पुरतः प्रदर्शयति, शृणोतु, अहम् एतत् सर्वम् अहं कृतवान्, एतानि मया कृतानि कार्याणि इति सावधानतया शृणोतु, अहम् एतत् सर्वं कृतवान् अस्मि इति तथा सः करोति स्म. उपस्थापनम् इत्युक्ते तथा लेक्चर् इति, मिनि लेक्चर् इति उपस्थापयति. तत् श्रुत्वा, तत् इत्युक्ते किं विवरणं, हा तत् विवरणं श्रुत्वा, तत् विवरणं श्रुत्वा जनाः किं कुर्वन्ति? प्रशंसां कुर्वन्ति. हा तत्र ये प्रशंसां कुर्युः, यदि तत्र यदि तर्हि इति स्थापयितुम् अथवा यदा तदा इति तदपि स्थापयितुं शक्नुमः. तत् श्रुत्वा, तं विवरणं श्रुत्वा यदि कोऽपि प्रशंसां करोति, जनाः प्रशंसां एकः इति स्वीकुर्मः, कोऽपि आगच्छति सः प्रशंसां करोति, तत् तर्हि एषः राजा किं करोति? बहुधा सत्करोति स्म. हा तं पुरुषम् एषः राजा बहुधा सत्करोति स्म. यदि सः यः आगतः अस्ति सः प्रशंसां न करोति तं पुरुषं किमपि तत्र सत्कारं किमपि न करोति स्म इति. हा अतः जनाः किं कुर्वन्ति, किं कुर्वन्ति स्म? ते प्रशंसां कुर्वन्ति एव. अतः ते ये आगच्छन्ति तं राजानं द्रष्टुं, ते सर्वे किं कुर्वन्ति स्म? ते सर्वे प्रशंसां कुर्वन्ति स्म एव. इदानीं तत्र एव किमर्थमस्ति इति अवगतं खलु? हा ते सर्वे प्रशंसां कुर्वन्ति स्म एव. तत्र कोऽपि प्रशंसां विना न तिष्ठति. हा तिष्ठति स्म, सर्वे प्रशंसां कुर्वन्ति स्म. अस्तु अग्रे. हा सत्कारम् एषः राजा सत्करोति, मम सत्कारं करोति, मम सत्करोति इति तत्र तादृशी आशा आसीत् महोदय. हा वदतु भगिनि. किमर्थं तम् अतः तम्, अत्र तु तम् तु पुंलिङ्ग द्विवचनं. हा हा तत्र तम् इत्युक्ते तं द्रष्टुं, कम् तम् तं राजानं, तं राजानं. अस्तु राजानं द्रष्टुम् आगताः सर्वे. अस्तु अस्तु. हा तत्र एतावत् तत्र यः आगच्छति यदि सः प्रशंसां करोति राजा तस्य सत्कारं करोति. अवगतम्. हा अतः जनाः किं कुर्वन्ति, यः कोऽपि आगच्छति सः निश्चयेन सः प्रशंसां करोति एव. प्रशंसां करोति स्म एव. यः कोऽपि आगच्छति सः प्रशंसां करोति स्म एव इति. अस्तु अग्रे सूर्यकुमारी भगिनी पठति वा तत्र अग्रे? महोदय. कदाचित् कश्चन सन्न्यासी कश्चन सन्न्यासी तं दृष्टम् आगतः द्रष्टुम् आगतः सन्न्यासी आगतः अस्ति, सः आगच्छति इति अथवा आगतवान् इति. अत्र आगतः, सः आगतः अस्ति, सन्न्यासी आगतः अस्ति. हा अग्रे. राजा तस्य पुरतः आत्मना कृतानि कार्याणि विस्तरेण श्रावितवान्. अग्रे. एतत् शान्ततया श्रुत्वा श्रुत्वा सः सन्यासी अवदत् भवता यानि कार्याणि कृतानि तानि सर्वाणि प्रयोजनहीनानि ततः किमपि न प्राप्नोति भवान् इति. अस्तु समीचीनम् अस्तु. अतः तत्र कदाचित् कदाचित् कश्चन सन्यासी तत्र कश्चन सन्यासी इति तत्र कश्चन सन्यासी इति तत्र षष्टि किं भवति कस्य सन्यासी हा अस्तु तत्र कश्चित् इति स्वीकरोतु हा कश्चित् कश्चित् इति तत्र कस्य कस्यचित् इति भवति कस्यचित् कस्यचन अर्चित् इदानीं तत्र सन्यासी इति तत्र षष्ठी किं भवति सन्यासी हलन्तपदं खलु हलन्तपदं समीचीनं सन्यासिनः समीचीनं भगिनि हा समीचीनं हा कस्यचित् सन्यासिनः इति समीचीनम् अस्तु. तत्र सन्यासी कोऽपि सन्यासी अथवा कश्चन सन्यासी तं राजानं द्रष्टुम् आगतः अस्ति. अग्रे राजा किं करोति तस्य पुरतः तस्य इदानीं सन्यासी इति पदस्य षष्ठी स्थापयतु तत्र तस्य सन्यासिनः तस्य सन्यासिनः पुरतः आत्मना कृतानि कार्याणि विस्तरेण श्रावितवान् शृणोति इति अस्ति श्रावितवान् इति अस्ति कः भेदः अन्यान् श्रावयति तत्र पठति पाठयति चालयति चरति चारयति शृणोति श्रावयति अस्तु समीचीनम् तत्र आत्मना सः किं कृतवान् मया कृतानि एतानि सर्वाणि कार्याणि अहं एतानि सन्ति इति विस्तरेण केवलं तत्र एतानि कार्याणि मया कृतानि इति न तत्र विस्तरेण श्रावितवान् ततः तत्र विस्तरेण श्रावितवान् किन्तु तत्र सन्यासी किं कृतवान् एतत् शान्ततया तत्र तत्र कृत्वा सः सन्यासी अवदत् किम् अवदत् भवता यानि कार्याणि कृतानि तानि सर्वाणि प्रयोजनहीनानि तत्र इदानीं तत्र अर्थः अवगतः खलु तत्र वाक्यं सर्वे अवगच्छन्ति खलु प्रश्नः अस्ति वा तस्मिन् वाक्ये तत्र यानि कार्याणि कृतानि तानि सर्वाणि प्रयोजनहीनानि हीनानि इत्युक्ते प्रयोजनहीनानि इत्युक्ते फलं नास्ति तत्र तस्मिन् प्रयोजनं नास्ति तस्मिन् कार्ये अथवा तेषु कार्येषु प्रयोजता अथवा प्रयोजनं किमपि नास्ति अथवा तेषां कार्याणां प्रयोजनं नास्ति इति अत्र विस्तरेण विस्तरम् इति प्रायः अस्ति नपुंसकलिङ्गे अस्ति विस्तरं तत्र प्रायः विस्तरम् इति अस्ति भगिनि इदानीं तत्र भवता यानि कार्याणि कृतानि तानि सर्वाणि प्रयोजनहीनानि तत्र क्रियापदं नास्ति किन्तु किं भवितुमर्हति तत्र महोदय तत्र भवता यानि कार्याणि कृतानि तानि सर्वाणि प्रयोजनहीनानि इति अस्ति, तत्र क्रियापदं किं भवितुम् अर्हति? तत्र प्रयोजनहीनानि सन्ति. हा, सन्ति इति समीचीनं. हा, सन्ति इति क्रियापदं. तदनन्तरं तत्र पश्यतु, तत्र यानि कार्याणि कृतानि, तत्र कार्याणि यानि भवता यानि कार्याणि कृतानि तत्र यानि तानि यः सः अथवा यानि तानि इति रूपमस्ति. तादृश तत्र यानि इति पदस्य तत्र यानि इति कीदृश किं भवति? तत्र कार्याणि इति अस्ति बहुवचन. कीदृशकार्याणि? कृतानि कार्याणि. केन कृतानि कार्याणि? भवता कृतानि कार्याणि. यानि भवता कृतानि कार्याणि सन्ति तानि सर्वाणि कार्याणि प्रयोजनहीनानि इति. सन्ति प्रयोजनहीनानि सन्ति. तत्र भवता इति तृतीयविभक्ति अस्ति, तदनन्तरं सर्वं प्रथमविभक्तौ एव अस्ति. यानि कार्याणि कृतानि तानि सर्वाणि प्रयोजनहीनानि, सर्वं प्रथमविभक्ति बहुवचनपुंसकलिङ्गपदं. ततः तत्र प्रयोजन किमपि प्रयोजनं नास्ति इति कृत्वा ततः किमपि न प्राप्नोति भवान् इति. ततः इत्युक्ते तत्र कार्यं कृतवान् अस्ति, अतः कार्यात् कोऽपि फलं नास्ति. एकवचने कार्यात् कोऽपि फलं नास्ति. इदानीं बहुवचने किं भवति? कार्यात् कोऽपि किमपि फलं नास्ति. इदानीं कार्यात् इति एकवचने अस्ति, बहुवचने किं भवति? पञ्चमी कार्यात् कार्येभ्यः. हा, कार्येभ्यः, कृतेभ्यः, भवता कृतेभ्यः, कार्येभ्यः अथवा भवता सर्वेभ्यः कृतेभ्यः कार्येभ्यः किमपि भवान् न प्राप्नोति इति सः सन्यासी वदति. अस्तु, अग्रे गीतञ्जलि भगिनी पठति वा भगिनि? आं महोदय. एतस्य श्रवणात् राज्ञा महत् आश्चर्यं प्राप्तम्. सः अवदत्, सर्वे वदन्ति यत् भवता स्वर्गवाससुखमेव प्राप्येत इति. भवान् तु वदति भवता किमपि न प्राप्स्यसे इति. कथम् एतत् इति? एतस्य श्रवणात् राज्ञा महत् आश्चर्यं प्राप्तम्. एतस्य इत्युक्ते सन्यासिनः वाक्यस्य श्रवणात्. हा, वाक्येभ्यः श्रवणात्. वाक्यानां श्रवणात् तु पञ्चमी राज्ञा इत्युक्ते राज्ञा प्राप्तम्. न, राज्ञा प्राप्तं न, तत्र प्राप्तम् इति आश्चर्यं प्राप्तम्. आश्चर्यं प्राप्तं. राज्ञा तु राजा इति अस्ति, भवति तस्य चेत् भवान्, भवन्तं द्वितीयविभक्तौ, भवता इति तृतीयविभक्तौ. तदनन्तरम् अत्र राज्ञा इति कीदृशं भवति? राज्ञा, राज्ञे, राज्ञः, राज्ञः, राज्ञी इति भवति. भवता, भवते, भवतः, भवतः, भवती. राजा राजानं राज्ञा राज्ञा राज्ञे राज्ञः राज्ञः राज्ञी कर्मणि हा समीचीनं भगिनि हा समीचीनं राजा राज्ञा आश्चर्यं प्राप्तम् प्राप्नोति समीचीनं प्राप्तवान् इति महत् आश्चर्यं महत् इति नपुंसकलिङ्गे आश्चर्यम् आश्चर्यं हा सत्यं सत्यं भगिनि सत्यं सत्यं तत्र हा तत्र महत् इति प्रायशः तत्र महत् आश्चर्यं प्राप्तम् इति तत्र यदि यदि तत्र विभक्ति का तत्र प्राप्तं कर्मणि प्रयोगे अस्ति चेत् कर्मणि तु द्वितीय महोदय न कर्मणि मध्ये किं भवति कर्तृपदस्य तृतीय कर्मपदस्य प्रथमा अतः महत् इति एव अस्ति महत् अस्ति चेत् तत्र महान् अस्ति चेत् पुल्लिङ्गरूपं किन्तु अत्र तु महत् आश्चर्यं प्रथमा प्राप्तम् अतः तत्र नपुंसकलिङ्गपदम् एव सः प्राप्तवान् इदानीं सः सः राजा अन्यथा एतेषां वाक्यानां श्रुत्वा एतेषां वाक्यानां श्रवणात् इति अथवा एतानि वाक्यानि श्रुत्वा महत् एव यदि आश्चर्यम् इति अस्ति नपुंसकलिङ्गे अस्ति तत्र प्रथमा वा द्वितीया वा परिवर्तनं न भवति महोदय महत् आश्चर्यं अप्राप्नोत् न प्र उपसर्ग अस्ति खलु अतः प्रयोगः आप्नोत् इति प्राप्नोत् सः अवदत् सः इत्युक्ते राजा अवदत् सर्वे वदन्ति यत् भवता स्वर्गवाससुखमेव प्राप्येतीति सर्वे वदन्ति सर्वे इत्युक्ते जना सर्वे जनाः वदन्ति यत् भवता इत्युक्ते राज्ञा स्वस्य विषये एव भवता स्वर्गवास सुखम् एव स्वर्गवाससुखम् एव इति प्राप्येत तु तत्र इदानीं लकारः न जानीमः विधिलिङ्ग् इति तत्र स्वर्गवासम् एव प्राप्येत तत्र भवता स्वर्गवाससुखम् एव प्राप्येत तत्र कर्मणि पुनः कर्मणि एव अस्ति कर्मणि भवान् स्वर्गवासं प्राप्नोति स्वर्गवाससुखं प्राप्नोति एव इति सर्वे वदन्ति किन्तु भवान् किं वदति भवान् तु वदति भवता किमपि न प्राप्स्यते इति प्राप्स्यते तु लिट् अस्ति सत्यं भवता किमपि न प्राप्स्यते इति कथम् एतत् कथं भवान् एतत् वदति किन्तु अन्ये जनाः सर्वे केवलम् अन्य कोऽपि न सर्वे अन्ये किं वदन्ति भवान् निश्चयेन स्वर्गवाससुखं प्राप्नोति केवलं भवान् वदति तत्र किमपि भवान् न प्राप्नोति, अहं किमपि न प्राप्नोमि इति भवान् वदति, तत् अतः एतत् कथं भवति इति राजा तं सन्यासिनं, तम् आगतं सन्यासिनं पृच्छति, पृच्छति, हा प्रश्नं करोति. अस्तु, हा इदानीं तत्र शुभदा भगिनी अग्रे पठति वा. महोदय, भवता स्वर्गसुख स्वर्गवाससुखं प्राप्येत इति ये उक्तवन्तः ते सर्वे भवन्तः संस्तुत्य किमपि क्षम्यतां ते सर्वे भवन्तं संस्तुत्य किमपि प्रयोजनं प्राप्तुम् इच्छन्ति स्म, अतः ते प्रशंसनार्थं तथा अवदन्. भवान् तु फलकामनया कार्याणि अकरोत्, तानि सत्कर्म एव सत्कर्मत्वेन न परिगण्यन्ते. भवता स्वर्गसुख स्वर्गवाससुखं प्राप्येत इति ये उक्तवन्तः ते सर्वे भवन्तः संस्तुत्य किमपि प्रयोजनं प्राप्तुम् इच्छन्ति स्म. ये जनाः भवतः स्तुतिः कृतवन्तः स्तुतिं कृतवन्तः ते सर्वे जनाः किमपि प्राप्तुम् इच्छन्ति स्म. राज्ञः पञ्चमी एकवचन, राज्ञः और भवतः किमपि प्राप्तुम् इच्छन्ति स्म. अतः समीचीनं, तत्र ये उक्तवन्तः ते सर्वे भवन्तं संस्तुत्य, संस्तुत्य इति तत्र जपन्तं संस्तुत्य किमपि प्रयोजनं प्राप्तुं तुमुन् इच्छन्ति स्म. तत्र भवन्तं संस्तुत्य, तत्र कर्मपदं संस्तुत्य इति तस्य कर्मपदं भवन्तं संस्तुत्य अपि भवान् प्राप् स्वर्गसुखं प्राप्येत तथापि कर्मपदं तत्र, हा अतः तत्र किमपि प्रयोजनं प्राप्तुम् इच्छन्ति स्म ते सर्वे. हा समीचीनं, हा अग्रे. अतः प्रशंसार्थं तथा अवदन्, हा तत्र तेन कारणेन केवलं तत्र प्रयोजनं मम प्रयोजनं भवतु इति कृत्वा ते सर्वे तादृशं वाक्यानि प्रशंसां कुर्वन्ति स्म. अतः ते केवलं प्रशंसार्थं तत्र ते निश्चयेन न जानन्ति तत्र सर्वस्वर्गसुखं प्राप्नोति न वा इति. भवान् तु फलकामनया कार्याणि अकरोत्, भवानपि कार्याणि अकरोत् परन्तु फलस्य कामना भवतः मनसि आसीत्. हा तत्र किं तत्र धर्मकार्याणि सः बहूनि धार्मिककार्याणि करोति स्म, किन्तु तत्र तत्र प्रशंसा भवतु, मम प्रशंसा भवतु इति, अतः तत्र फलकामनया तृतीया भावतृतीया फलकामनया कार्याणि अकरोत् भवान् अकरोत् कार्याणि. हा अतः तानि सत्कर्मत्वेन न परिगण्यन्ते, तानि कार्याणि भवान् सत्कर्मस्य हेतोः अकरोत् इति न परिगण्यन्ते. हा तत्र यानि कार्याणि तत्र कार्यस्यापि तत्र सत्कार्यम् अस्ति वा अथवा नास्ति इति तत्र गणनं कर्तुं शक्नुमः, परिगण्यं तत्र इवाल्युएशन् इति अथवा कौण्ट् इति, दीस् आर् नाट् कौण्टेड् अमोङ्ग् दोस् गुड् डीड्स् इति. तत्र तानि सत्कर्मत्वेन न परिगण्यते, अतः तेषु कार्येषु तत्र सत्कर्मत्वम् अस्ति इति तत्र न उच्यते. अतः तत्र तानि कार्याणि सत्कार्याणि न सन्ति इति. इदानीं तत्र सत्कर्माणि नाम कानि इति राजा अपृच्छत्. अस्तु, अग्रे तत्र ललिता भगिनी अग्रे पठति वा किञ्चित्, लक्ष्मी भगिनी पठति वा अग्रे? नामकानि इत्युक्ते महोदय डेफिनेशन् नाम तत्र अहं वदामि, तत्र सन्यासी नाम किम् इत्युक्ते सन्यासी इति पदस्य अर्थः कः इति, अर्थः कः तत्र, एतस्य तद् नाम किम् इत्युक्ते तस्य अर्थः कः, तत्र कः का इच्छा अस्ति, तस्य पदस्य इच्छा का, अर्थः कः इति. अत्र सत्यमेव, अत्र सत्कार्य सत्कर्माणि इत्युक्ते कानि, तत्र तस्य लक्षणं किं, तत्र किञ्चित् विवृणोतु. अहम् एतत् पदं न जानामि, सत्कर्माणि इत्युक्ते किम् इति न जानामि, अतः नाम कानि इति सः वदति. रघुवीरानन्द महोदय नमस्कारः महोदय. हरि ओम् महोदय. हरि ओम् महोदय. तत्र पेज् 32 मध्ये स्मः, तत्र सम्भाषणसन्देशस्य सेप्टेम्बर् 2020 पत्रिका, तत्र सत्कार्यम्बर् अस्मिन् मासे, तत्र लिङ्क् अस्ति महोदय, तत्र अद्यतन लिङ्क् ईमेल् मध्ये प्रथमवाक्ये तत्र वि स्टार्टेड् रीडिङ्ग् द स्टोरि लास्ट् वीक् इति अस्ति. ओ, भवान् सब्स्क्रैबर् वा महोदय? न, एतत् पब्लिक् मध्ये अस्ति महोदय, सब्स्क्रैब् अपि कर्तुं शक्नुमः, किन्तु एतत् पब्लिक् मध्ये अस्ति, सर्वे प्राप्तुं शक्नुमः. पेज् 32 सत्कार्याणि कानि इति. अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? तदा सन्यासी अवदत्, फलप्राप्ति चां विना यानि उत्तमानि कार्याणि क्रियेरन् तानि एव सत्कर्माणि भवेयुः. किञ्चित् पठतु भगिनि, तत्र तत्र कर्तव्यम् इति तावत् पर्यन्तम्. अस्मिन् लोके प्रशंसां परलोके स्वर्गसुखं च प्राप्तुम् इच्छन् भवान् यानि कर्माणि कृतवान् तानि दुष्टफलदायिनि न स्युः चेतपि सफलं तु न यच्छेयुः. अतः यत् क्रियेत तत् निःस्वार्थभावनया कर्तव्यम्. हा, तावत् पर्यन्तं भगिनि. हा, अस्तु, इदानीं तत्र तदा सन्यासी अवदत्, तस्मिन् समये सः अवदत्, फलप्राप्तिच्छां विना यानि उत्तमानि कार्याणि क्रियेरन् तानि एव सत्कर्माणि भवेयुः. यानि कार्याणि तत्र विना इच्छया, विना इति अस्ति, विना अस्ति चेत् तस्य पूर्वं विभक्ति का? द्वितीया विभक्ति, द्वितीया अथवा तृतीया, पञ्चमी अपि भवितुम् अर्हति, अत्र द्वितीया एव. फलप्राप्ति इच्छां विना, तत्र इच्छा न, कापि इच्छा नास्ति तत्र फलप्राप्तिः, एतत् फलम् इच्छामि इति तादृश कापि इच्छा यदि नास्ति तत्र फलप्राप्ति इच्छां विना, विना यानि कार्याणि क्रियेरन् इति तत्र कर्मणि अस्ति विधिलिङ्ग् मध्ये. इदानीं तत्र तद् लकारः, सः लकारः वयं अस्माभिः न ज्ञातव्य, एतावत् न किं तस्य ज्ञानं नास्ति, किन्तु तत्र क्रियेरन् विधिलिङ्ग् तत्र कर्मणि रूपम् अस्ति. तत्र यानि उत्तमानि कार्याणि भवता तानि एव सत्कर्माणि भवेयुः. हा, तानि एव तत्र तानि कर्माणि एव सत्कर्माणि भवितुम् अर्हति. हा, तत्र सत्कर्माणि इत्युक्ते प्रथमतया कार्यम् उत्तमं भवतु खलु, तत्र उत्तमकार्यं भवतु, उत्तमं भवतु, तदनन्तरं फलप्राप्ति इच्छां विना तत् उत्तमकार्यमपि करणीयमस्ति. केवलं कार्यम् उत्तमम् इति कृत्वा तत्र सत्कर्म न भवति, किन्तु भावः अपि तत्र, भावस्य अपि तत्र महत्वम् अस्ति. तत्र फलप्राप्ति इच्छां विना यदि कोऽपि उत्तमं कार्यं करोति तत्र तत् कार्यं सत्कर्म इति वक्तुं शक्नुमः. तदेव भवेयुः, सत्कर्माणि तानि एव सत्कर्माणि भवेयुः. इदानीम् अग्रे आत्मनेपदी तत्र आत्मनेपदी समीचीनं भगिनि. विधिलिङ्ग् अपि तत्र विधिलिङ्ग् अपि कर्मणि रूपम् अस्ति भगिनि. तत्र आत्मनेपदी धातु अपि आत्मनेपदीरूपं विधिलिङ्गलकारः अपि विधिलिङ्गलकारः किन्तु तत्र कर्मणि रूपं तत्र. अग्रे अग्रे गत्वा पश्यामः. अस्मिन् लोके प्रशंसां परलोके स्वर्गसुखं च प्राप्तुम् इच्छन् भवान् यानि कर्माणि कृतवान् तानि दुष्टफलदायिनी न स्युः चेदपि सफलं तु न सत्फलं तु न यच्चेयुः. तत्र बहु किमपि अस्ति, हलन्तपदानामपि तत्र विषयः अस्ति इति कृत्वा तत्र एतत् कुर्मः. तत्र भवान् प्राप्तुम् इच्छन् तत्र प्राप्तुम् इच्छन् भवान् इति अस्ति. तत्र इच्छन् भवान् तत्र इच्छन् इति किं भवति विशेषण प्राप्तुम् इच्छन् किन्तु इच्छन् इति कीदृशरूपं प्राप्तुम् इच्छन् भवान् इति तत्र तद् अतः तत्र किं प्राप्तुम् इच्छन् तत्र प्रशंसां स्वर्गसुखं तत्र द्वयमपि प्रशंसामपि स्वर्गसुखम् द्वयमपि द्वयमपि भवान् प्राप्तुम् इच्छति इच्छन् तत्र प्रशंसां परलोके स्वर्गसुखं च द्वयमपि केवलम् अस्मिन् लोके प्रशंसा इति नास्ति. अस्मिन् लोके प्रशंसा परलोके स्वर्गसुखं द्वयमपि भवान् प्राप्तुम् इच्छति. तादृशः इच्छन् भवान् तत्र इच्छन् इत्युक्ते तत्र इच्छति तस्मिन् एव समये. तत्र शत्रुन्तरूपं कदा भवति एकवचनं तत्र शत्रुन्तरूपं कथं कदा भवति इच्छन् इच्छन्तौ इच्छन्तः समीचीनं इच्छन् भवान् इच्छन्तौ भवन्तौ इच्छन्तः भवन्तः समीचीनं. तत्र इच्छन् इच्छति इति एका क्रिया, अन्या क्रिया तत्र कर्माणि अपि करोति. अतः तत्र भवान् इच्छन् तत्र इच्छा अस्ति भवतः मनसि, इच्छा अपि अस्ति तस्मिन् समये भवान् इच्छति तस्मिन् एव समये भवान् कार्याणि अपि करोति. अतः इच्छन् कार्यं करोति. गच्छन् गायति अथवा गच्छन् पठति. तत्र गच्छति तस्मिन् एव समये पठति. अतः तत्र युगलक्रिया इति वदामः. तत्र एकस्मिन् समये क्रियाद्वयं भवति. तत्र शत्रुन्तरूपं भवति. अग्रे पश्यामः तत्र. किन्तु तत्र इच्छन् भवान् तत्र इच्छा अस्ति इच्छति तस्मिन् एव समये भवान् यानि कर्माणि कृतवान् तानि दुष्टफलदायिनि न स्युः. तत्र न स्युः तत्र न दुष्टफलदायिनी दुष्टफलदायिनी इति तु बहुवचने अस्ति. विभक्ति अपि प्रथम एव. भवान् यानि कर्माणि कृतवान् अस्तु यानि कर्माणि कृतवान् अस्तु तत्र भवान् यानि कर्माणि कृतवान् तत्र प्रायशः अस्तु द्वितीयविभक्ति एव समीचीनं भगिनि. अस्तु यानि कर्माणि कृतवान् तानि दुष्टफलदायिनी न स्युः. इत्युक्ते ते तानि कार्याणि दुष्टफलं ददति इति न वक्तुं शक्नुमः. तेन दुष्टफलं प्राप्यते इति न वक्तुं शक्नुमः. इत्युक्ते तत् दुष्कर्म इति न वक्तुं शक्नुमः. किन्तु चेदपि सत्फलं तु न यच्चेयुः, तदपि सत्फलमपि न ददाति, ददाति इति एकवचने, ददति इति बहुवचने, तत्र यानि कर्माणि भवान् कृतवान् तानि सत्फलम् अपि न ददति, न ददति, ददति इति न वक्तुं शक्नुमः. अतः तत् सत्कर्म अपि नास्ति, दुष्कर्म अपि नास्ति, केवलं कर्म इति एव वक्तुं शक्नुमः. अतः इदानीं अतः यत् क्रियेत तत् निःस्वार्थभावनया कर्तव्यम्. हा, यत् क्रियेत, यत् भवता, यत् भवता क्रियेत यत् कार्यं, यत् कार्यं तत्र कर्मणि इति अपि अस्ति तत्र, अतः तत्र यत् भवान् करोति तत् भवता क्रियेत इति तादृशरूपम् अस्ति इति, किन्तु एतद् कर्तृपदरूपमेव स्वीकुर्मः. यत् भवान् करोति तद् निःस्वार्थभावनया करणीयं. हा, तत् कार्यं निःस्वार्थभावनया करणीयम् अथवा करणीयम्. तत्र निःस्वार्थभावना, तत्र तस्य महत्त्वम् अस्ति, निःस्वार्थभावना. तत्र फलकामना इति पूर्वम् अस्ति, फलकामना स्वेच्छया न करणीयम्. हा, तत्र अहं किमपि प्राप्नोमि इति स्वस्य स्वस्य अर्थः, मम कोऽपि लाभः अस्ति, मम किमपि प्रयोजनम् अस्ति इति, तत्र तादृशचिन्तनं यदि अस्ति चेत् तत्र स्वार्थभावना अस्ति. तत्र स्वार्थभावनया निःस्वार्थभावना, तत्र यत्र नास्ति स्वार्थभावना नास्ति, तत्र निःस्वार्थभावना तया निःस्वार्थभावनया कर्तव्यम्, कर्तव्यं. तावत्पर्यन्तं तत् समीचीनमस्ति भगिनि. अस्तु, अग्रे तत्र ललिता भगिनी अग्रे पठति वा? रघुवीरानन्दस्वामी प्राप्तवान् वा? इदानीं करोमि महोदय. कर्तुं शक्यते वा? अस्तु, ललिता भगिनी पठनन्तरं भवान् तदनन्तरम् अहं पठामि. अस्तु, अस्तु, अस्तु, अस्तु. ललिता भगिनी अग्रे पठतु भगिनि. जनानां उपकारः यतः स्यात् तादृशानि कार्याणि करणीयानि. तत्र भवती किं करोति? तत्र कार्याणि इति अग्रे अस्ति, तत्र करणीयानि इति इदानीं पठितवती, तदनन्तरं तानि अपि येभ्यः इति वाक्यमपि अस्ति, येभ्यः कार्येभ्यः इति, तद् तावत्पर्यन्तं कार्याणि, उत्तमानि कार्याणि तावत्पर्यन्तं पठतु भगिनि. तानि दृष्ट्वा यदि केचन प्रशंसां कुर्युः तर्हि अपि भवता समचित्तेन भवितव्यम्. येभ्यः कार्येभ्यः मनसः, आत्मनः च संस्कारः भवेत् तानि एव उत्तमानि कार्याणि. हा, तावत्पर्यन्तं. हा, अस्तु. तानि दृष्ट्वा तानि जनानाम् उपकारः, जनानाम् उपकारः यतः स्यात् जनानां षष्टिविभक्ति बहुवचन उपकारः यतः स्यात् तत्र विधिलिङ्ग् अस्ति, तत्र भवति भवति इति स्वीकुर्मः. तादृशानि कार्याणि सर्वे बहुवचने अस्ति, करणीयानि. तत्र किं कार्यं कर्तव्यम्? अनियर् अस्ति. किं कार्यं कर्तव्यम् अथवा करणीयं? केवलं यत् यस्य तस्मात् कार्यात् किं भवति? जनानाम् उपकारः भवति. हा, तत्र तस्मात् कार्यात् जनानाम् उपकारः भवति चेत् एव तत्कार्यं करणीयम्. तादृशानि यस्मात् कार्यात् उपकारः भवति, जनानाम् उपकारः भवति, तादृशानि कार्याणि एव करणीयानि. भवान् केवलं तादृशानि कार्याणि एव करोतु इति अग्रे वदति. अग्रे तानि दृष्ट्वा यदि केचन प्रशंसां कुर्युः तर्हि अपि भवता समचित्तेन भवितव्यम्. तानि इत्युक्ते कानि सत्कार्याणि? तत्र तानि कार्याणि यत् तादृशानि कार्याणि करणीयानि अस्ति खलु, तत्र तानि कार्याणि दृष्ट्वा यदि केचन प्रशंसां कुर्युः, यदि कश्चन यदि केचन जनाः तां प्रशंसां करोति तर्हि अपि प्रशंसन्ति तु प्रशंसन्ति तर्हि अपि भवान् समचित्तेन भवतु इति. समचित्तेन भवतु, तत्र ओ अहम् एतत् कृतवान्, अस्तु इदानीं अहं प्रशंसां प्राप्तवान् इति तादृशं चिन्तनं मास्तु. समचित्तेन भवतु, जनानां स्तुत्यां न स्तुतिं श्रुत्वा स्तुतिं श्रुत्वा तत्र परिवर्तनं तत्र मनसि परिवर्तनं मास्तु. परिवर्तनं मास्तु. एभ्यः कार्येभ्यः मनसः आत्मनः च संस्कारः भवेत्. एभ्यः कार्येभ्यः, तत्र एभ्यः कार्येभ्यः इति बहुवचने अस्ति, एकवचने रूपं किं भवति? कार्येभ्यः चतुर्थी. न तत्र यतः इति आसीत् खलु पूर्वं, यतः उपकारः भवति तत्र. तत्र कीदृशकार्यं तत्र आत्मनः मनसः आत्मनः सर्वे षष्टि विभक्ति. षष्टि तु कार्येभ्यः षष्टि नास्ति खलु भगिनि? कार्येभ्यः मनसः आत्मनः, तत् सत्यं सत्यं, मनसः आत्मनः सत्यं भगिनि, च संस्कारः भवेत् तत्र षष्टि सत्यं भगिनि. मनसः संस्कारः, आत्मनः संस्कारः भवेत्, किन्तु कार्येभ्यः तत्र संस्कारः भवति इति चिन्तयतु. संस्कारः भवति, कस्य संस्कारः? आत्मनः संस्कारः अथवा मनसः संस्कारः भवति. अत्र अन्यः प्रश्नः किं कः भवति तत्र? संस्कारः, न संस्कारः अस्ति, संस्कारः भवति इति चिन्तयतु. संस्कारः भवति, कस्य संस्कारः? आत्मनः संस्कारः अथवा मनसः संस्कारः. इदानीं तत्र येभ्यः कार्येभ्यः इति अस्ति, अतः तत्र प्रश्नः कः? जनानाम् उपकार. न तत्र अस्तु, तत्र भगिनि तत्र न कस्यापि नास्ति, केभ्यः, येभ्यः कार्येभ्यः इति अस्ति. तत्र कार्येभ्यः इति देवेभ्यः इति चिन्तयतु भगिनि, तत्र देवेभ्यः इति विभक्तिरूपं, तत्र विभक्ति का? देवेभ्यः बहुवचने अस्ति, तृतीया बहुवचने. तृतीया न, तृतीया तु देवैः इति अस्ति खलु. तृतीया न, सोरि सोरि, पञ्च. सत्यं, चतुर्थी वा पञ्चमी वा? बहुवचने. चतुर्थी बहुवचनम् अथवा पञ्चमी बहुवचनं? चतुर्थी भवति वा? चतुर्थी कदा भवति? यदि किमपि दद्मः खलु तस्मै अथवा तेभ्यः किमपि दद्मः तेभ्यः, किन्तु तत्र किमपि तादृश नास्ति खलु, तत्र धानं किमपि नास्ति खलु, अतः तत्र चतुर्थी न भवति. अतः तत्र पञ्चमी अस्ति, तत्र यस्मात् कार्यात् इति कारणपञ्चमी, यस्मात् कारणात् इति, यस्मात् कार्यात् तत्र कार्यं, यत् कार्यं करोति तत्र तस्मात् कारणात् अथवा यस्मात् कार्यात् किं भवति, मनसः संस्कारः अथवा आत्मन अथवा न मनसः संस्कारः अपि आत्मनः संस्कारः यस्मात् कार्यात् भवति तानि कार्याणि एव उत्तमानि कार्याणि. तत्र तस्मात् कार्यात् संस्कारः भवितव्यं, नो चेत् तत् उत्तमं कार्यम् उत्तमकार्यं नास्ति न भवति इति. तत्र समीचीनम् अस्तु. अग्रे रघुवीरानन्दस्वामी पठति वा? आम् महोदय, यतः महोदय, यतः विकृतिः, यतः विकृतिः उत्पद्येत तत् न हि श्रेष्ठम्. तत्र यस्मात् कार्यात् एकवारं पठतु महोदय. क्षम्यतां महोदय, यस्मात् कार्यात् वा? न न न, भवान् पठतु एकवारं पठतु, अन्ततः पठतु. तदनन्तरं चिन्तयामः. प्रशंसा प्राप्तिच्छा अपि विकृतिरूपा एव, अतः तादृशीम् इच्छां परित्यज्य शुद्धेन हृदयेन प्रजाहितकार्याणि कुरु, ततः तव श्रेयः सिद्ध्येत् इति. एतस्मात् राज्ञा ज्ञानोदयः प्राप्तः, सः सत्कार्यसङ्कल्पं कृत्वा तं संन्यासिनं भक्त्या नमस्कृतवान्. एतावत् तत्र संन्यासी विवृणोति खलु, तत्र येभ्यः कार्येभ्यः मनसः आत्मनः च संस्कारः भवेत् तानि एव उत्तमानि कार्याणि. उत्तमकार्यं किम्? यस्मात् कार्यात् मनसः आत्मनः संस्कारः भवति तदेव उत्तमं कार्यम्. इदानीं तत्र यतः इत्युक्ते यस्मात् इति, यस्मात् कार्यात् इति, यतः इति तत्र अग्रे विकृतिः उत्पद्येत. यस्मात् विकृतिः उत्पद्यते तत् कार्यं कीदृशं? श्रेष्ठं नास्ति. श्रेष्ठं नास्ति, उत्तमं नास्ति तादृशं कार्यं. यस्मात् विकृतिः उत्पद्यते तादृशकार्यं, तादृशं कार्यं श्रेष्ठम् उत्तमं नास्ति. प्रशंसा प्राप्ति इच्छा अपि विकृतिरूपा एव. तत्र यदि विकृतिः नाम किम्? विकृतिः तत्र मनसः विकृतिः भवति. तत्र मनसः एकं रूपं, मनसि तत्र परिवर्तनं भवति चेत् तत्र विकृतिः इति. इच्छा अपि तत्र विकृतिरूपा एव. यदि प्रशंसा प्राप्ति इच्छा, प्रशंसार्थं यदि किमपि कार्यं भवति तत् उत्तमं कार्यं न भवति, यतोहि तत्र प्रशंसा प्राप्ति इच्छा विकृतिः इति. यदि स्थूलरूपा किमपि प्राप्तुम् इच्छा नास्ति, किन्तु सूक्ष्मरूपतया तदपि इच्छा अस्ति. तत्र अहम् उत्तमम्, अहम् उत्तमकार्यं करोमि इति यदि इच्छा करोमि इति जनाः वदेयुः इति इच्छा अस्ति चेत् तदपि विकृतिः इति. सत्यमेव, स्थूल इच्छा नास्ति यद् एतत् प्राप्नोमि इति, तादृशः नास्ति, किन्तु तदपि सापि इच्छा एव अस्ति. अग्रे महोदय. अतः तादृशीम् इच्छां परित्यज्य शुद्धेन हृदयेन प्रजाहितकार्याणि कुरु. प्रशंसाप्राप्ति इच्छा त्यजतु, चित्तशुद्धि अवलम्बतु, प्रजाहितकार्याणि करोतु. यत् प्रजाहितकार्यं येन प्रजानां हितः भवति तादृशानि कार्याणि एव करोतु इति. तत्र जनानाम् उपकारः यस्मात् कार्यात् भवति इति तत्र करणीयानि. राजा अस्ति खलु, अतः तत्र प्रजाहितः अथवा जनानाम् उपकारः तत् तस्य चिन्तनं कृत्वा एव तत् सः राजा किमपि करणीयमस्ति. केवलं तस्य हितः इति नास्ति खलु. राजा अस्ति चेत् तत्र जनानाम् अथवा प्रजानां हितः दृष्ट्वा कार्याणि करणीयमस्ति राज्ञा. अतः एतत् सन्यासी वदति ततः एव तव श्रेयः सिद्ध्येत् इति सन्यासी वदति. हा समीचीनं महोदय. हा इदानीम् अग्रे एतस्मात् राज्ञा ज्ञानोदयः प्राप्तः. हा तत्र ज्ञानोदयः प्राप्तः राज्ञा. राज्ञा इति विभक्ति का तत्र? तृतीया. हा तत्र कर्मणि. इदानीं तत्र कर्तृरूपेण वदामश्चेत् एतस्मात् राजा ज्ञानोदयः. इदानीं ज्ञानोदयः कर्मपदं भवति, अतः तत्र प्राप्नोति. ज्ञानोदयं प्राप्नोति. तावदेव समीचीनं. हा अग्रे सः सत्कार्यं सत्कार्यसङ्कल्पं कृत्वा तं सन्यासं सङ्कल्पं तत्र एतत् करोमि इति सङ्कल्पं दृढमनसि तत्र सः चिन्त तत्र सङ्कल्पम् इत्युक्ते मनसि सङ्कल्पं. हा तत्र सङ्कल्पम् इत्युक्ते एतत् करणीयमस्ति, मया करणीयमस्ति, एतदेव मया करणीयं तत्र मनसा वाचा सर्वं तत्र एतस्मै ददामि. हा तत्र एतस्मै कार्याय ददामि इति तत्र सङ्कल्पं शक्तिं सङ्गृह्य. हा शक्तिं सङ्गृह्य सङ्कल्पं कृत्वा तं सन्यासिनं भक्त्या नमस्कृतवान् इति. अस्तु, तत्र अनेकानि हलन्तपदानि सन्ति, सर्वाणि न किन्तु अनेकानि सन्ति इति अपि सन्यासिन्. समीचीनम् अस्ति वा राज? बहु समीचीनं महोदय. अस्तु, अतः तत्र अग्रे अपि अन्या कथा अपि अस्ति तत्र, किन्तु अद्य मास्तु. किन्तु तत्र बालमोदिनी हा सुलभतया तत्र वयं सर्वे पठितुं शक्नुमः. तत्र किञ्चित् क्लेशः प्रायशः भवेत्, किन्तु बहु किमपि न भवति, सुलभतया अवगन्तुं शक्नुमः. अतः तत्र सर्वे पठन्तु इति अतः एतत् स्वीकृतम्. वदतु भगिनि. महोदय, बालमोदिनी पत्रिकायां लघु सरलकथा अपि सन्ति महोदय तत्र? सर्वदा भगिनी, सर्वदा बालमोदिनी इति तत्र सम्भाषणसन्देशः तत्र आर्कैव् अपि अस्ति. तत्र प्रत्येकपत्रिकायां तत्र कथात्रयं वा द्वयं वा सर्वदा भवति तत्र बालमोदिनी इति. यद् वयं लघु एक केवलम् एकपुटम् अथवा पुटद्वयं तावदेव. अत्र तु अत्र पश्यतु, तत्र अग्रिमे पुटे अपि ज्ञानप्रकाशस्य उद्दीपनं, तदपि एकमेव पुटम् अस्ति. तदनन्तरं तत्र दिग्भ्यः नमस्कारार्पणम् इति तदपि लघु एव अस्ति भगिनि. दीर्घकथा बालमोदिनी दीर्घकथा सर्वदा न भवति. अतः तत्र अपि एतत् सेप्टेम्बर् मासे अस्ति, अतः नूतनतया आगता कथा अस्ति. हा किन्तु आर्कैव् मध्ये अनेकाः कथाः सन्ति तत्र. बालमोदिनी.com न बालमोदिनी नास्ति भगिनि, तत्र सम्भाषणसन्देशः .in इति. .in यत्र एतद् एषा कथा अस्ति तत्र सेप्टेम्बर् 2020 PDF इति अस्ति, किन्तु तस्य पूर्वं गच्छति चेत् तत्र तस्मात् पूर्वं गच्छति चेत् तत्र सम्भाषणसन्देशः .in इति अस्ति. संस्कृतभारत्याः मासपत्रिका अस्ति एषा. सम्भाषणसन्देशः इति तस्मिन् अन्तर्भूतः बालमोदिनी इति प्रत्येकस्मिन् अङ्के तत्र कथाद्वयं कथात्रयं भवति. किन्तु तत्र क्लेशः कुत्र अस्ति चेत् तत्र यः विषयः वयं वर्गे कुर्मः तस्य समीचीना कथा कुत्र अस्ति इति तत्र अन्वेषणं करणीयमस्ति तावदेव. शुभदा भगिनी तत्र लिङ्क् प्रेषितवती. धन्यवादः भगिनी. तत्र सम्भाषणसन्देशः .in इति. अस्तु, तत्र कथायाः विषये कोऽपि प्रश्नः अस्ति वा? किञ्चिदेव समयः अस्ति, अतः तत्र एतां कथाम् उपयुज्य एव किञ्चित् अभ्यासं कुर्मः. तत्र तत्र किं सन्यासी इति पदम् अस्ति, तत्र सन्यासी इति पदस्य विभक्तिरूपाणि कानि? सन्यासी तत्र प्रथमविभक्तिरूपं तत्र अस्तु. तत्र नरेश महोदय, सन्यासी इति प्रथमविभक्ति द्विवचने बहुवचने किं भवति? सन्यासिनः. समीचीनम्. अस्तु, सूर्यकुमारी भगिनी द्वितीयविभक्तौ? महोदय, सन्यासी. सन्यासिनम् अन्तिम वाक्यम् एतदेव अस्ति खलु, तं सन्यासिनम्. सन्यासिनः. अस्तु, इदानीं तत्र ललिता भगिनी तृतीया किम् अस्ति? सन्यासी, गुणिभ्याम् अस्ति चेत् तत्र तदनन्तरं गुणिभिः अथवा गुणिभ्यः भवति. सन्यासिना, सन्यासिभ्यां, सन्यासिभिः, सन्यासिभिः. समीचीनम्. अस्तु, इदानीं गीताञ्जलि भगिनी तत्र चतुर्थी किम् अस्ति? सन्यासिने, सन्यासिभ्यां, समीचीनं. भ्यः इति सन्यासिभ्यः. समीचीनम्. अस्तु, लक्ष्मी भगिनी षष्टि किं भवति? पञ्चमी, क्षम्यतां, पञ्चमी किं भवति? सन्यासिनः, सन्यासिभ्यः. सन्यासिनः, सन्यासिभ्यः. समीचीनं. सन्यासिभ्यः. समीचीनम्. अस्तु, शुभदा भगिनि इदानीं तत्र षष्टि. षष्ठी सन्यासिनः, सन्यासिनोः, सन्यासिनां. सन्यासिनाम्. अस्तु, समीचीनं. रघुवीरनन्दस्वामी इदानीं सप्तमी तत्र किं भवति? सन्यासिनी, सन्यासिनोः, सन्यासिनसु. न, सन्यासिषु. सन्यासिषु तत्र गुणीन् इति अस्ति, गुणिषु इति भवति. सन्यासिन् तत्र नकारः त्यजामश्चेत् सन्यासी, षु सन्यासिषु. गुणिन् गुणिन् गुणिषु, सन्यासी सन्यासिषु. महोदय, सन्यासिषु. अस्तु, इदानीं तत्र अन्यत् पदं किं तत्र आसीत् तत्र एतादृश? नूतनशकार महोदय, सन्यासिषु. मूर्धन्यषकारः, सत्यं. तत्र रामेषु, गुणिषु इति सकारः नास्ति, षकारः एव, गुणिषु इति. अस्तु, अन्यत् तत्र सन्यासी इति अस्ति, तदनन्तरं किम् अस्ति तत्र? नमस्कृतवान् इति अस्ति, किन्तु अन्यत् किमपि स्वीकुर्मः तत्र महोदय. महत् आश्चर्यम् इति पदे महत् इति नपुंसकलिङ्ग वा पुल्लिङ्ग वा? अष्टाध्यायी मध्ये पुल्लिङ्गशब्दः अस्ति तकारान्त. आश्चर्यम् इति एतत्तु कर्मणि पद कर्मणि प्रयोगः भवति, कर्मणि पद कर्मणि प्रयोगः भूत्वा आश्चर्यम् इति प्रथमा विभक्ति भवति. आश्चर्यम् इति प्रथमा विभक्ति एकवचन भवति, तस्य विशेषणं महत् भवति, अतः महत् नपुंसकलिङ्गे भवति वा? सत्यं भगिनि, तत्र त्रिषु लिङ्गेषु अत्र विशेषणमस्ति भगिनि, तत्र पुल्लिङ्गे महत् प्रातिपदिकं. समीचीनं, रघुवीरनन्दस्वामी वदतु तत्र महत् इति रूपं किं भवति? महत् इति प्रातिपदिकमपि अस्ति, तदेव नपुंसकलिङ्ग प्रातिपदिकमपि. पुल्लिङ्गप्रातिपदिकमस्ति महान्, स्त्रीलिङ्गमस्ति महति. पुल्लिङ्गे प्रथमविभक्तिरूपम् अस्ति महान्, महान् महान्, स्त्रीलिङ्गमस्ति महति, महति इति. अतः तत्र सत्यं, समीचीनं महोदय. अतः तत्र महत् इति नपुंसकलिङ्गे प्रातिपदिकम् अस्ति अपि पुल्लिङ्गे, किन्तु प्रथमाविभक्तिरूपं पुल्लिङ्गे महत् नास्ति, महान् महान् इति अस्ति. त्रिषु अस्ति, किन्तु पुल्लिङ्गे एव तत्र महत् महत् इति प्रातिपदिकं, पुल्लिङ्गे नपुंसकलिङ्गे. पुल्लिङ्गमेव दत्तमस्ति महोदय अष्टाध्यायी मध्ये, सो ऐ वास् कन्फ्यूस्ड्. किन्तु तत्र आश्चर्यम् इति पश्यामः, तस्य विशेषणम् अस्ति महत् इति, महत्. अतः अपि प्राप्तमपि तत् नपुंसकलिङ्गे एव अस्ति खलु, प्राप्तं प्राप्तं तदपि नपुंसकलिङ्गे अस्ति, अतः सर्वं नपुंसकलिङ्गम् एव. धन्यवादः महोदय. महोदय, प्रथमा प्रथमा विभक्ति बहुवचन किमस्ति? महत् महते, हा तत्र महत् महति महन्ति इति किमपि अस्ति इति मन्ये भगिनि, तत्र तत्र एकनिमिष रघुवीरानन्दमहोदय महते इति न न महति इति स्त्रीलिङ्गे, महति इति स्त्रीलिङ्गरूपम् अस्ति, महती विपत् भवति इति, भवति इति रूपं महति चेत् महति इति तत्र भवति पदमिव, महती इति स्त्रीलिङ्गरूपम् अस्ति, अथवा महती महिला, महिला महती इति वदामः. नपुंसकलिङ्गे प्रथमा विभक्ति महान् महत् नपुंसकलिङ्गे जगत् जगति जगन्ति जगन्ति जगत्. तत्र एतद् गीतास्वप्ने अपि दत्तमस्ति, तत्र कोष्टकं पश्यतु, तत्र पेज् 180 मध्ये जगत् इति नपुंसकलिङ्ग जगत् शब्दः, तत्र महत् बृहत् वियत् इत्यादयः अपि तत्र अन्तर्भूताः सन्ति. अपि तत्र केवलम् एकः निमेषः एव अस्ति, किन्तु तत्र इच्छन् इति अस्ति, तदपि एकवारं तत्र रूपम् उक्त्वा विरमामः. तत्र इच्छन् इति तत्र इदानीं तत्र ललिता भगिनी, इच्छन् इति पदस्य द्विवचन बहुवचनरूपम् इच्छन् इच्छन्तौ इच्छन्तः. समीचीनम्, अस्तु. सूर्यकुमारी भगिनी, द्वितीया विभक्ति प्रथमविभक्ति इच्छन् तत् कृतम्, इदानीं द्वितीयविभक्ति इच्छन्तम् इच्छन्तम् इच्छन् इच्छन्तौ इच्छन्तः, तत्र प्रायशः इच्छतः इति अस्ति, इच्छतः इच्छतः इति. अस्तु, गीताञ्जलि भगिनी, इदानीं गीताञ्जलि इच्छन्तम् इच्छन्तौ इच्छतः इति, इच्छतः इति द्वितीयविभक्तौ. इदानीं गीताञ्जलि भगिनी, तृतीया भवत् शब्दवत् इति अथवा पठत् शब्दवत् इति चिन्तयतु, पठन् इति शत्रन्तरूपाणि महोदय. सत्यं भगिनि, सत्यं, किन्तु एतत् हलन्तपदं वयं बहुवारं कृतवन्तः इदानीं तत्र मरुत् इति पदम् इति स्वीकृत्य वक्तुं शक्नोति तत्र तृतीया महोदय तावदेव इच्छता इच्छतौ इच्छता इच्छद्भ्याम् तावदेव अस्तु समीचीनं लक्ष्मी भगिनी चतुर्थी इच्छते इच्छद्भ्याम् इच्छद्भ्यः समीचीनम् अस्तु शुभदा भगिनी पञ्चमी इच्छतः इच्छद्भ्याम् इच्छद्भ्यः हा समीचीनं रघुवीरानन्दस्वामी इदानीं षष्टि षष्टि इच्छतः इच्छद्भ्याम् इच्छतोः क्षम्यतां महोदय इच्छतः इच्छतोः इच्छतानाम् इच्छताम् इच्छतां तावदेव इच्छतोः इच्छतां नरेश महोदय सप्तमी इच्छति इच्छतोः इच्छतु इच्छत्सु इति समीचीनम् अस्तु अस्तु अतः तत्र रघुवीरानन्दस्वामी तत्र अन्ते पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्ति हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः धन्यवादश्च महोदय नमस्कारः धन्यवादः।